ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम् अम्ब त्वामनुसन्धतामि भगवद्गीते भवद्वेषिणीम् नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पातो वत्सुधीर्भोक्ता दुग्धं गीतामृतं महत् वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुं यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः सुन्वन्ति दिव्यैस्तवैर्वेदैशाङ्कपदक्रमोपनिषदैः गायन्ति यं सामगां ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनः यस्यान्तं न विदुर्सुरासुरगणाः देवाय तस्मै नमः देवाय तस्मै नमः सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरि ओं श्री गुरुभ्यो नमः हरिः ओम् नमस्ते धन्यवादः भगिनी धन्यवादः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र अजन्तसन्धिः तत्र स्वरसन्धिः इति गतवर्गे वयं किञ्चित् पठितवन्तः तत्र वयं तत्र स्वरूपमहोदयस्य करपत्रं पठन्तः स्मः पररूपसन्धिः इति प्रायशः कृतवन्तः इति मन्ये इदानीं तत्र अग्रे अस्ति तत्र प्रकृतिभावः इति किन्तु तस्मात् प्राक् तत्र हर्षदा भगिनी वक्तुम् इच्छति तर्हि हर्षदा भगिनी आम् नमस्ते महोदय अत्र पररूपसन्धिमध्ये एङ्गि पररूपम् अस्ति न तत्र आत् उपसर्गात् एङ्गि धातु पूर्वपरयोः एकं पररूपं संहितायां तत्र आत् इत्युक्ते आत् इति अह इत्यस्य पञ्चमी खलु अतः आत् इत्युक्ते महोदय अष्टादश प्रभेदः अवर्णस्य न केवल ह्रस्व अ अत्र उदाहरणानि सन्ति ते केवल ह्रस्व अ अस्ति प्र अधिक एजते परन्तु अहं दृष्टवती तत्र परा अस्ति चेत् अपि तदेव भवति परा इति आकारान्त उपसर्गः अस्ति तर्हि अपि परा ओषति अस्ति चेत् परोषति भवति परोषति न परा एजते अस्ति चेत् अपि परे जते भवति परोजते न इति तस्य अर्थः अस्ति अनन्तरं महोदय एत्य धत्युत्सु मध्ये एति एधति उट्सु तत्र एति एधति तु स्पष्टमस्ति परन्तु उट् विषये अहं वक्तुम् इच्छामि उट् इति तत्र ठकार अपगच्छति हलन्त्यम् इत्यनेन तत् उ इति वाह वस सम्प्रसारणमस्ति महोदय अतः यत् पृष्ठ ऊह अस्ति तत् पृष्ठवाह इति अस्ति तस्य सम्प्रसारणं भूत्वा ऊह इट् हेस् बिकम् ऊह अतः तत् पृष्ठौह इति अभवत्. इत्युक्ते उट् इत्युक्ते तत् वाह इत्यस्य सम्प्रसारणं भूत्वा यत् तत्र यत् उट् अस्ति तस्य कृते एतत् नियमः अस्ति, एषः नियमः अस्ति इति अहं दृष्टवती. परन्तु ध्वनिमुद्रणे अहं न श्रुतवती तस्य विषये, अतः अहम् उक्तवती. अनन्तरम् एकः विषयः अहं ज्ञातुं न शक्नोति, तत् तत्र शोभा भगिनी किमपि इक्स्तिपौ विषये उक्तवती, अहं ज्ञातुं न शक्नोति, अतः अहं किञ्चित् खननं कृतवती. इक् इति एक अस्ति, स्टिप् अपि एक अन्यत् अस्ति. अहं प्राप्तवती स्टिप् इत्युक्ते शिप् प्लस् टिप्, सत्यं वा अहं ज्ञातुं न शक्नोति, अतः अहं पृच्छामि. अहं न जाने तत्र शोभा भगिनी इक् प्रत्ययः अस्ति चेत् रूप एक्साम्पल् अहं प्राप्तवती मासिक एण्ड् तथा स्टिप् कृते अहं तत् प्राप्तवती शित् अधिक टिप् स्टिप् भवति इति अहं प्राप्तवती. तत् अहं प्रष्टुम् इच्छामि किमस्ति. अस्तु भगिनि, अस्तु भगिनि, तर्हि भगिनि धन्यवादाः, समीचीनमस्ति. किन्तु तत्र ये अस्मिन् विषये तत्र चर्चा तत्र वर्गस्य बहिः भवेत्, नाम तत्र वाट्साप् मध्ये एतस्य चर्चां कुर्मः, यतोहि तत्र अस्माकं तत्र साक्षात् किं तत्र मम नाम मतम् अत्र किम् अस्ति इत्युक्ते तत्र एतत् करपत्रं केवलं तत्र किं परिचयार्थं कुर्मः, तत्र सर्वे तत्र विषयाः ये अत्र तु बहु अनेके विषयाः सन्ति अत्र व्याकरणविषयाः, तेषां सम्यक् अवगमनं मम तु नास्ति, अतः तत्र केवलं परिचयत्वेन तत्र सूत्रस्य किञ्चित् भवतु इति एव मम. अस्तु महोदय, किन्तु तत्र अस्माकं वर्गे अनेके जनाः सन्ति ये व्याकरणं बहु सम्यक्तया जानन्ति, अतः तत्र यदि ते किमपि वक्तुम् इच्छन्ति चेत् तत्र शोभा भगिनी अथवा उषा भगिनी अस्मिन् विषये यदि किमपि वक्तुम् इच्छन्ति चेत् कृपया वदन्तु. उषा भगिनी वदतु भगिनी. ओके, इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकम् अस्ति, 33108 वार्तिकम् अस्ति महोदय, सूत्रं 33108 वार्तिकम् इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति अस्ति. इक्ष्टिपौ इक् अथवा स्टिप् इत्यनेन पाणिनेः धातु सूत्रे धातु इत्येव सूचितं कृतं चेत् इक् अथवा स्टिप् उड् हव् बीन् डन्. गृहीज्य वयि व्यति वष्टि विचति पृच्छति बृजति नाम् इति सूत्रम् अस्ति, सम्प्रसारण सूत्रम् अस्ति. अत्र ग्रही टु इण्डिकेट् ग्रह् धातु, ग्रही इक् इक् स्टिप् इति एकं प्रत्ययः भवति, शकारः अनन्तरं तिप् लैक् वाट् भगिनी वास् सेयिङ्ग्. बट् दिस् स्टिप् प्रत्ययः कृत् प्रत्ययः महोदय, स्टिप् प्रत्ययः कृत् प्रत्ययः, कृत् प्रत्ययेन प्रातिपदिकमेव लभ्यते, कृत् प्रत्यय योज्यते चेत् प्रातिपदिकं लभ्यते. स्टिप् लैक् what do I like stip if I say natpatta ni iti krite ni iti dhatu iti krite stip if I add shakaraha yogaha tip but then shakaraha would because ni is in the prathama gana vadi gana dhatu ni then shap is added because then the shap would bring in the guna for that and then the tip so nayati iti roopam atra nayati iti roopam pratipatikam so when Panini Maharshi would say आफ् द नी धातु बि नयतेः नयतेः पाणिनिसूत्रे सूत्रं नयतेः इति अस्ति चेत् देन् नयतेः इत्यनेन नी धातु सूचितं भवति स्टिप् स्टिप् प्रत्ययेन नयति इति रूपं लभ्यते नयति इति रूपं लभ्यते देन् इन् द प्लेस् आफ् नी धातु टु से देट् देन् नयतेः इति षष्टिविभक्तिरूपं वुड् बि देर् इन् द सूत्र महोदय दट्स् वाट् ऐ हेव् अण्डर्स्टुड् तत्र न सम्यक् भगिनि तत्र अलङ्कारार्थं कृतं महोदय एतत् सूत्राणाम् अलङ्कारं तत्र केवलं न सत्यं किन्तु केवलं बहुत्र केवल धातवः एव दत्तानि सन्ति किन्तु कुत्रचित् एतादृशं कृतं खलु भगिनी तत्र अलङ्कारम् इति वर्गे उक्तं मया स्मृतं हा पाणिनिमहर्षिणा अलङ्काराय अपि एतद् एतादृशं कृतम् इति तर्हि तत्र इक् अपि च स्टिप् इति योजनेन तत्र सुबन्तरूपाणि भवन्ति तेन यदा तत्र यथा भवती उक्तवती यदि नयति इत्यस्य भवति चेत् नयतेः इति तदा वक्तुं शक्नोति तत्र अर्ति तदपि अस्ति खलु तत्र पश्यतु अर्ति ह्रीव्लि तत्रापि अर्ति इति केवलं रु इति धातुः अस्ति तत्र तत्र तु उच्चारणमेव न भवति यदा रु इति आरभ्य सूत्रं वक्तुं प्रयत्नं कुर्मः तदा क्लेशः अपि भवति तत्र अतः तत्र महर्षेः तत्र कुत्रचित् तादृशः आशयः आसीत् कुत्रचित् अलङ्कारः इति आशयः आसीत् इति मन्ये महोदय अतः तत्र धातुं स्वीकृत्य तस्य सुबन्तरूपं कृत्वा सूत्रेषु स्थापितम् अस्ति इति तत्र अन्यानि उदाहरणानि अपि सन्ति किन्तु इदानीम् अर्ति इति मनसि आगतं पूर्वं दृष्टवन्तः वर्गे रूट् यु यथा भवती उक्तवती गृहीज्या इति तदपि अस्ति हा इति कानिचन सूत्राणि सन्ति यत्र एतादृशं कृतम् इति तावदेव तत्र अस्तु अस्तु धन्यवादः शोभा भगिनी अहं यदा शुद्धनियन्त्रणं श्रुतवती न तदा भवती तदेव उक्तवती परन्तु अहं दृष्टवती स्टिप् इति शित् तथा टिप् अहं कन्फ्यूस्ड् अवभवम् अतः पृष्टवती धन्यवादः तद् न ज्ञातं भगिनी प्राय इदानीमेव उषा भगिनी अपि उक्तवती तथा एव अस्ति तर्हि न परन्तु किञ्चित् किञ्चित् ज्ञातवती धन्यवादः धन्यवादः भगिनी धन्यवादः उषा भगिनी धन्यवादः उषा भगिनी धन्यवादः शुभगिनी अस्तु समीचीनम् अस्तु तर्हि हा तत्र समीचीनमस्ति धन्यवादः अस्तु तर्हि तत्र प्रकृतिभावः इति विचारः इदानीं अस्माभिः पठनीयः अस्ति खलु ऐ वाण्टेड् टु से आल्सो द वुड्सु इस् नाट् गिवन् इन् द करपत्र इट्स् जस्ट् बिकास् ऐ थिङ्क् द वुड्सु इस् नाट् गिवन् इन् द गीता सोपानं बुक् आल्सो सो द करपत्र डील्स् ओन्ली वित् वाट् इस् गिवन् इन् द केवलं यद् आवश्यकम् अस्ति समीचीनं भगिनि धन्यवादः इत्यस्य अर्थम् अहं प्राप्तवती अतः अहम् उक्तवती तत्र ध्वनिमुद्रणे नासीत् अतः अहम् उक्तवती अस्तु अस्तु धन्यवादः भगिनि समीचीनम् अस्तु तर्हि अग्रे सरामः तर्हि तत्र नरेश महोदय आरम्भं करोति वा तत्र प्रकृतिभावः प्रकृतिभावः प्रकृतिभावः अच् सन्धेहे एकः प्रकारः स्वभावेन अवस्थितिः प्रकृतिभावः इत्यर्थः प्रकृत्या इत्यनेन स्वभावेन भावः इत्यनेन अवस्थितिः प्रकृत्याभावः प्रकृतिभावः इति नामकरणम्। अत्र प्रकृतिभावः अस्ति, प्रकृतिभावः एकः स्वरसन्धेः एकः प्रकारः अस्ति। अत्र प्रकृतिभावः इत्युक्ते स्वभावेन यत् अस्ति तत् स्थीयते, अहं चिन्तयामि। हा हा, समीचीनं महोदय, तदेव अस्ति। अग्रे रित्यकः, रित्यकः पदान्तस्य अक्वर्णस्य ह्रस्व आदेशः स्यात् रिति परे शाकल्यस्य मतेन यस्मिन् पक्षे ह्रस्वदेशः तस्य बलेन अट्सन्धिः बाधितः, अतः प्रकृतिभावः ह्रस्वादेशभावे भावपक्षे अट्सन्धिप्रवर्तनं यथा सामान्यं यथासङ्गं गुणसन्धिः यनुसन्धिः सवर्णदीर्घसन्धिः इति। समासे अपि अयं प्रकृतिभावः, रिति सप्तम्यन्तम्, अकः षष्ठ्यन्तं, द्विपदं सूत्रम्, एङः पदान्तात् इति अति इत्यस्मात् पदान्तात् इत्यस्य अनुवृत्तिः, विभक्तिपरिणाम इत्यनेन पदान्तस्य। इको असवर्णे शाकल्यस्य ह्रस्वश्च इत्यस्मात् ह्रस्वः शाकल्यस्य इत्यनयोः अनुवृत्तिः, संहितायाम् इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रं पदान्तस्य अकः ह्रस्वः रिति शाकल्यस्य संहितायाम्। बहु किमपि अत्र अस्ति महोदय, बहु किमपि अस्ति। तर्हि तत्र प्रायः तत्र किं शोभा भगिनी तत्र किञ्चित् वक्तुम् इच्छति वा अत्र? आं महोदय, एकमेकं वाक्यं पठित्वा प्रयत्नं करोमि। हा, ऋत्यकः इति सूत्रं पदान्तस्य अक्वर्णस्य ह्रस्व आदेशः स्यात् ऋतिपरे शाकल्यस्य मतेन इति। तत्र शाकल्यः इति अपि एकः वैयाकरणः आसीत्। तस्य मतेन यदा तस्य सूत्राणां विषये वक्तव्यं भवति तदा पाणिनिमहर्षिणा शाकल्यस्य मतेन इति उक्तं भवति। तर्हि तेन मतेन एतत् सूत्रम् आधारीकृत्य यस्मिन् पक्षे तत्र पदान्तस्य अक्वर्णस्य ह्रस्व आदेशः स्यात् ऋतिपरे इति, यस्मिन् पक्षे ह्रस्वादेशः तस्य बलेन अच् सन्धिः बाधितः अतः प्रकृतिभावः, ह्रस्वादेश अभावपक्षे अच् सन्धिप्रवर्तनं यथा सामान्यं यथा इत्युक्ते यदि एतेन सूत्रेण ह्रस्वादेशः भवति चेत् तेन अच् सन्धिः बाधितः भवति, अतः प्रकृतिभावः ह्रस्वादेश अभावपक्षे अच्सन्धिप्रवर्तनं यथा सामान्यम्। अस्तु, अग्रे अपि पठामि। यथासङ्गं गुणसन्धिः यण्सन्धिः सवर्णादीर्घसन्धिः इति। समासेऽपि अयं प्रकृतिभावः, ऋति सप्तम्यन्तम्, अकः षष्ट्यन्तं, द्विपदमिदं सूत्रम्, एङः पदान्तः तति, एतत् सर्वं पठितम्। अपि च अनुवृत्तिसहितसूत्रमस्ति पदान्तस्य अकः ह्रस्वः ऋति शाकल्यस्य संहितायाम् इति। इत्युक्ते तत्र प्रकृतिभावः इत्युक्ते मम अवगमनम् अस्ति यत्र अच् सन्धिः भवितुम् अर्हति किन्तु न भवति इति। तथा अग्रे पश्यामः तदेव तत्र तस्य सूत्रस्य सारांशः इति तत्र अन्यत् किं वदनीयं तत्र अकोर्णस्य ह्रस्व आदेशः स्यात् ऋतिपरे शाकलस्य मतेन बहुकालात् पूर्वं पठितं मया एतत् सूत्रं मया अतः तत्र एकः अंशः तु पाणिनिः महर्षिणा उक्तं सूत्रं नास्ति शाकल्यस्य सूत्रम् अस्ति अपि च प्रकृतिभावः इत्युक्ते यत्र अच् सन्धिः भवितुम् अर्हति तत्र न भवति इति विषयः यथा अग्रे वयं पश्यामः तदा तत्र तत्र अवगमनं भवति इति मन्ये किन्तु तत्र उषा भगिनी वदेत् अस्तु अस्तु आम् तत् कुर्मः तर्हि उषा भगिनी वदतु किञ्चित् वदतु भगिनी अस्तु महोदय ऋति अकः ऋति इत्युक्ते ऋकारान्त ऋकारः आदौ स्थितपदम् अस्ति पदान्तस्य अकः पदान्तस्य अन्ते अक् इति अक् वर्णः अस्ति पदान्तस्य अकः प्रथमं दीर्घः चेत् तत् ह्रस्वः भवति अनन्तर इको असवर्णे शाकल्यस्य ह्रस्वश्च इति सूत्रेण अनन्तरं तत् ह्रस्ववर्णः अनन्तरं ऋति ऋकारान्तपदं ऋकारौ आदौ यस्य सः तत् पदम् अस्ति ऋति इत्यनेन पदान्तस्य अकः ह्रस्वः ऋति शाकल्यस्य संहितायां देन् अकः ह्रस्वः भवति ओ दिस् बै दिस् सूत्र अस्तु सारि महोदय पदान्तस्य अच् योगः ऋकारः खलु भगिनि अच् वर्णः योगः ऋकारः तयोः मध्ये सो राजा ऋषिः इति स्थिते राज ऋषिः इति भवति राजऋषिः सो शाकल्यस्य संहितायां ह्रस्वः प्रकृति लैक्यूसेम् प्रकृतिभावः प्रकृतस्य भावः एव अस्ति नो सन्धिकार्यं डन् पदान्तस्य अकः ह्रस्वः भवति ऋतिपरः अस्ति चेत् ऋकारान्तपदम् अस्ति ऋकारः आदौ यस्य पदं राजायोगः ऋषिः राजऋषिः तत्र किञ्चित् पठामि वा महोदय भगिनि तत्र अष्टाध्यायी.com मध्ये दृष्टवती पदान्त अक् वर्णस्य ह्रस्वऋकारे परे तत्र लुकारे अपि अस्ति इदानीं मास्तु ह्रस्वऋकारे परे संहितायाम् इत्युक्ते स योगे शाकल्यस्य मतेन ह्रस्वादेशः भवति तदनन्तरं च सन्धिकार्यं न भवति तत्र उदाहरणानि दत्तानि तत्र इत्युक्ते पदस्य अन्ते विद्यमानस्य अक्वर्णस्य असवर्णे ह्रस्वऋकारे परे इत्युक्ते पूर्वं ऋकारः न भवेत् असवर्णे अच् इत्युक्ते तत्र ऋकारः अपि अस्ति अतः तत्र अक्वर्णस्य असवर्णे ह्रस्वऋकारे परे यण् आदेशं सवर्णदीर्घं गुणं बाधित्वा शाकल्यस्य मतेन इत्युक्ते विकल्पेन इत्युक्ते यतोहि शाकल्यस्य मतेन उक्तम् इति कृत्वा विकल्पेन भवति एतत् कार्यं नित्यं न ह्रस्वादेशः प्रकृतिभावः च भवति प्रकृतिभावः इत्युक्ते तत्र सन्धिकार्यं न भवति इति हा तत्र उदाहरणानि दत्तानि यथा भवती सम्यक्तया उक्तवती तत्र अवर्णात् ऋकारे परे तत्र सप्त ऋषिः तत्र सप्त योगः किं तत्र गुण एकादेशः न भवति इति अग्रे सप्त ऋषिः इत्यस्य सप्तयोगः ऋषिः सप्तर्षिः तत्र गुणादेशः न भवति एकस्मिन् पक्षे अन्यस्मिन् पक्षे आद्गुणः इत्यनेन गुण एकादश भूत्वा सप्तषिः इति सिद्ध्यति इति नो चेत् किं भवति तत्र सप्तयोगः ऋषिः तत्र हा तत्र अर् इति गुणः भवति सप्तऋषिः इति एव अथवा सप्तर्षिः एकस्मिन् पक्षे सप्तऋषिः एव अन्यस्मिन् पक्षे सप्तर्षिः तथा एव ब्रह्मा ऋषिः तत्र ब्रह्मऋषिः तत्र ह्रस्वः भवति यतोहि एतेन सूत्रेण ऋकारस्य तत्र दीर्घ आकारस्य यत् पूर्वमस्ति दीर्घ आकारस्य ह्रस्व आदेशः भवति ब्रह्मयोगः ऋषिः इदानीं तर्हि ब्रह्मऋषिः इति एकं रूपं नो चेत् विकल्पेन ब्रह्मर्षिः इति सन्धिकार्यमपि भूत्वा रूपं सिद्ध्यति तत्र तथा एव इवर्णात् परे अपि दत्तं तत्र मतियोगः ऋषिः मतिऋषिः अथवा मत्र्युषिः इति किञ्चित् क्लिष्टकरः उच्चारणमस्ति तत्र तथा इकार उकार तत्र भवति इति तत्र ऋवर्णात् ऋकारे परे सवर्णदीर्घं बाधित्वा ह्रस्वादेशः प्रकृतिभावः इति अपि दर्शितम् अस्ति तर्हि तत्र तृयोगः ऋषिः अस्ति चेत् तृऋषिः इति भवति नो चेत् तृषिः इति अपि भवति एतानि पदानि तु अत्यन्तविरलानि पदानि किन्तु अस्माकं कृते यत्र तत्र सप्तर्षिः ब्रह्मर्षिः इति उदाहरणं स्वीकृत्य स्मर्तुं शक्नुमः अस्माकं पुस्तकस्य गीताप्रवेशे 22-23 पुस्तकं सत्यं भगिनि तर्हि तदस्ति ऋत्यकः इत्युक्ते पूर्वस्य अच्वर्णस्य ह्रस्वादेशः तदनन्तरम् एकस्मिन् पक्षे सन्धिः भवति वर्णयोः अन्यस्मिन् पक्षे न भवति अस्तु तर्हि तत्र यत्र तत्र एकं कार्यमस्ति ह्रस्व आदेशः अन्यस्मिन् कार्यमस्ति तत्र बाधा नाम सन्धिः न भवति सन्धिः न भवति इति किन्तु हा ह्रस्वादेशः तु भवति एव तदनन्तरं सन्धिकार्यं भवति इति विकल्पः यतोहि तत्र अस्तु न नाम यदि सन्धिं कुर्मः तर्हि तत्र ओ सन्धिकार्यात् प्राक् एव तत्र ह्रस्वभावः भवति ह्रस्वादेशः न प्रथममेव भवति इति मन्ये महोदय ह्रस्वः आदेशः भवति इत्युक्ते तत्र ब्रह्मा योगः ऋषिः अस्ति चेत् ब्रह्म इति भवति तदनन्तरं विकल्पेन सन्धिकार्यम् एकस्मिन् पक्षे ब्रह्मऋषिः अन्यस्मिन् पक्षे ब्रह्मर्षिः यतोहि ऋकारस्य अर् इति भूत्वा ब्रह्मर्षिः इति भवति तत्र इति मन्ये महोदय धन्यवादः भगिनि अस्तु दीर्घ आकारस्य अस्ति चेदपि गुणसन्धि भवितुम् अर्हति महोदय राजा योगः ऋषिः गुणसन्धि आत् गुणः अकारः अथवा आकारः प्रथमवर्णः अनन्तरं ऋकारः सो आत् गुणः इत्यनेन अकारः अथवा आकारः प्रथमवर्णः सो राजा योगः ऋषिः राजर्षिः इति गुणसन्धि भवितुम् अर्हति इति अहं मन्ये किन्तु तर्हि तत्र सन्धिं गुणसन्धि नाम तत्र अच् सन्धि यद् भवति तत् यः कर्तुं शक्नुमः प्रथमं ह्रस्वः न भवति वा किन्तु तत्र यदि ह्रस्व भवति न वा अन्तिमपदं तु समानं समानं भवति अन्तिम तत्र अन्तिमपदं तु समानम् अतः यदि सन्धिकार्यं कुर्मः अथवा न कुर्मः यदि न कुर्मः तत्र ह्रस्वत्वम् आदौ भवेत् हा इत्युक्ते तत्र क्षम्यतां महोदय अनुवृत्तिसहितसूत्रं पदान्तस्य अकः ह्रस्वः ऋति शाकल्यस्य संहितायाम् इत्युक्ते शाकल्यस्य संहितायाम् इति उक्तत्वेन तत्र प्रायशः ह्रस्वः अपि शाकल्यकः वैकल्पिकः सत्यम् अस्तु धन्यवादः अस्तु तर्हि तत्र तत्र किं चिन्तनं तत्र मम तु इदानीं भाति अत्र अस्मिन् भागे खलु तत्र अन्तिमकरपत्रस्य अन्तिमभागे मम कृते तु क्लिष्टकरम् इति मन्ये अत्र नाम तत्र किं चिन्तयन्ति यदि तत्र साहाय्यं कर्तुम् इच्छन्ति चेत् अग्रे पठामः नो चेत् गीताप्रवेशं पठामः किं चिन्तयन्ति नाम एकवारं पठामः वा पठित्वा किम् अवगच्छामः तावत् भवेत् इति आम् पठामः अस्तु अस्तु महोदय अस्तु तर्हि धैर्येण अग्रे सरामः अस्तु तर्हि तत्र किम् इको सवर्णे शाकल्यस्य ऋस्वश्च तत् पठितवन्तः वा नृत्यकः तर्हि तत्र उषा भगिनी भवती तत् पठतु इको असवर्णे शाकल्यस्य ह्रस्वश्च पदान्तस्य इक् वर्णस्य ह्रस्व आदेशः स्यात् असवर्णे अचीपरे शाकल्यस्य मतेन यस्मिन् पक्षे ह्रस्वादेशः तस्य बलेन अच् सन्धिः बाधितः अतः प्रकृतिभावः ह्रस्व आदेश अभावपक्षे यण्सन्धि यथासामान्यम् अयं प्रकृतिभावः न समासे न सवर्णः असवर्णः तस्मिन् असवर्णे नञ् तत्पुरुषः इकः षष्ट्यन्तम् असवर्णे सप्तमीयन्तं शाकल्यस्य षष्ट्यन्तं ह्रस्वः प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् एङ्गपदान्तात् अति इत्यस्मात् पदान्तात् इत्यस्य अनुवृत्तिः विभक्तिपरिणामम् इत्यनेन पदान्तस्य इति भवति इको एणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदान्तस्य इकः ह्रस्वः असवर्णे अचि शाकल्यस्य संहितायाम् ओके शाकल्यस्य मतेन संहितायां विषये पदान्तस्य इकः पदान्तस्य इकः इत्युक्ते ई पदान्तस्य अन्ते इ ऊर् इति वर्णः अस्ति चेत् तत् वर्णः परः असवर्णे अचि असवर्णे अचि इत्युक्ते इ इति प्रथमवर्णस्य अन्ते प्रथमपदस्य अन्ते अस्ति चेत् असवर्ण इ इति उत्तरपदस्य प्रथमं नास्ति इति असवर्णे असवर्णे पदान्तस्य इकः अचिपरः अस्ति चेत् असवर्ण अचिपरः अस्ति चेत् ह्रस्वः भवति शाकल्यस्य मतेन संहितायां विषये इति सूत्र अनुवृत्तिसहितसूत्रं वदति अस्य अत्र पदान्तस्य इक् वर्णस्य ह्रस्व आदेशः भवति शाकल्यस्य मतेन एव शाकल्यस्य मतेन ह्रस्व अभावपक्षे यण्सन्धि सामान्य यण्सन्धिविषये अपि भवितुम् अर्हति इति वदति पाणिनिमहर्षिः वदति असवर्णे अचिपरे शाकल्यस्य मतेन एव ह्रस्वः भवति इकः सूत्रे इको असवर्णे इति कृते इकः इति षष्ट्यन्तं पदम् इत्यनेन तत् स्थाने इति भवति असवर्णे सप्तमीयन्तं सप्तमीयन्तम् इत्यनेन कार्यं पूर्वकार्यम् इति शाकल्यस्य षष्ट्यन्तं शाकल्यस्य षष्ट्यन्तं ह्रस्वः भवति ह्रस्वः प्रथमान्तं ह्रस्वः इति आदेशः भवति च अव्ययपदम् अनेकपदमिदं सूत्रम् एङ्गपदान्तात् इत्यस्य पदान्तात् इति कृते अनुवृत्तिसहितसूत्रे पदान्तात् इति न उक्तं विभक्तिपरिणामं कृत्वा पदान्तस्य इकः इति अत्र अस्ति पदान्तस्य इकः ह्रस्वः भवति अचिपरः अस्ति असवर्ण अचिपरः अस्ति शाकल्यस्य मतेन संहितायां विषये सन्धिविषये अत्र उदाहरणमपि दत्तं दधि योगः अत्र दधि इति पदान्तस्य इक इ अस्ति दधि इति धकार इकारः योगः अत्र अत्र इति अचि सो दधि अत्र दधि अत्र एव अस्ति यण्सन्धि न कृतं शाकल्येन शाकल्यस्य मतेन दधि अत्र इत्येव भवति चक्री अत्र ईकारान्त ईकारान्तः ह्रस्वः भवति चक्रि अत्र अपि च यञ्सन्धि अपि न कृतं प्रकृतेः भावः एव शेषः भवति अवशिष्यते सन्धिकार्यं न कृतम् परन्तु अत्र तु अत्र ह्रस्वकृतमपि चक्रीयोग अत्र तत्र ह्रस्व अस्ति अपि च यन्सन्धिः अस्ति प्रथमापि केवलं तत्र प्रदर्शनार्थं दधि तत्र चक्री अत्र इति प्रथम प्रथमरूपं चक्री अत्र केवलं तत्र साकल्यसम्मतस्य प्रदर्शनं द्वितीयं यत्र सन्धि कुर्मः तदा किं प्राप्नुमः इति तावदेव तदा दीर्घचक्री एव भवति तत्र ह्रस्वः न भवति तदा साकल्यस्य मतेन हा ह्रस्वः न भवति तत्र न दर्शितं किन्तु चक्रीयोगः अत्र इति अस्ति चेत् यदि साकल्यस्य मतस्य विवक्षा नास्ति तदा चक्रीयोगः अत्र चक्र्यत्र इति भवति अपि च अन्यत् तत्र पद परिच्छेदे अस्ति महोदय अयं प्रकृतिभावः न समासे समस्तपदेषु न भवति इति अर्थः तत्र यतोहि समासे सन्धिकार्यं नित्यम् अत्र शाकल्यस्य नास्ति चेत् तत्र यं सन्धि भवति अथ शाकल्यस्य मतेन तु केवलं ह्रस्व भवति अपि सन्धि न भवति ह्रस्व भवति इति भवति इति एव खलु आं महोदय साक्षात् अनन्तरं सूत्रमेव दृतीयकः सो पूर्वपदम् अकः इति अन्ते अस्ति अ इ उ ऋ अस्ति उत्तरपदं ऋकारः इति अस्ति सो राजा ऋषिः राज ऋषिः परन्तु प्रथम उदाहरणे दधि योग अत्र तत्र कोऽपि परिवर्तनं न भवति प्रकृतिभाव दधि अत्र या परन्तु पर्जन्यवत् महोदय पर्जन्यवत् इति कृते सूत्रास् अप्लै ईवन् इफ् इट् डसन्ट् चेञ्ज् एनिथिङ्ग् परिवर्तनं नास्ति परन्तु सूत्रः प्रसक्तिः अस्ति दधियोगः अत्र इको असवर्णे शाकल्यस्य ह्रस्वश्च इति सूत्रस्य प्रसक्तिः अस्ति परिवर्तनं तु न दृश्यते दधि अत्र यो इत्येव भवति इत्येव दृश्यते शाकल्यस्य मतेन प्रकृतिः भावम् अवशिष्यते एव सूत्रं तु आगच्छति तस्य कार्यं कर्तुं किन्तु तदा पश्यति कार्यं नास्ति तत्र इति किन्तु आगच्छति एव पर्जन्यवत् भवति उत्तमम् उत्तमं हा अस्तु समीचीनं नरेश् महोदय समीचीनं वा आम् सम्यक् धन्यवादः अस्तु समीचीनं तर्हि अग्रे तत्र निवेदितभगिनी अग्रे पठति वा प्लूत प्रगृह्य अचि नित्यम् 61123 प्लूतवर्णाः प्रकृह्यवर्णाः च प्रकृतिभावे नित्यं तिष्ठन्ति अचिपरे प्लूताः प्रकृह्याश्च अचिपरे नित्यप्रकृत्या स्युः प्लूताश्च प्रकृह्याश्च प्लूतप्रकृह्या प्लूतप्रकृह्याः इतरेतरद्वन्द्वः प्लूतप्रकृह्याः प्रथमान्तम् अचिसप्तम्यन्तम् नित्यं प्रथमान्तं त्रिपदमिदं सूत्रं प्रकृत्यान्तः पदं व्यपरे 61113 इत्यस्मात् प्रकृत्या इत्यस्य अनुवृत्तिः संहितायां 6171 इत्यस्य अधिकारः अनुवृत्तिसहितं सूत्रं प्लूतप्रभृयाः अचिदित्यं प्रकृत्या संहितायाम् अत्र तत्र गीताप्रवेश यदि एकवारं दृष्ट्वा वक्तुमिच्छति चेत् तदपि पेज् 23 प्लूतप्रकृतिभावः एतत् उदाहरणं परिशीलयत आगच्छ कृष्ण अत्र गौश्चरति सवर्णदीर्घसन्धेः निमित्तम् अस्ति परन्तु सन्धिः न भवति अतः आगच्छ कृष्ण अत्र गौश्चरति इत्येव वाक्यम् अयं प्लूतप्रकृतिभावः स्वरः त्रिविधः ह्रस्वदीर्घप्लुतः त्रिमात्रकालेन उच्चारयितुं योग्यस्वरः प्लुतः अस्ति प्लूतवर्णाः प्रगृह्य वर्णाः च प्रकृतिभावे नित्यं तिष्ठन्ति अचि परे प्रगृह्यभावः तत्र अग्रे दत्तमस्ति भगिनि तस्मिन्नेव पुटे तस्मिन् गीताप्रवेशे प्रगृह्यप्रकृतिभावः एतानि उदाहरणानि परिशीलयत अनादि अधिकम् उभौ यन् सन्धेः निमित्तम् अस्ति अनादि उभौ गुरु अधिकम् उत्तिष्ठतः सवर्णदीर्घसन्धेः निमित्तमस्ति गुरु उत्तिष्ठतः वने अधिकम् एते यान्तवान्तादेशसन्धेः निमित्तमस्ति वने एते अत्र पूर्वपदम् ईकारान्तम् ऊकारान्तम् एकारान्तं च द्विवचनम् अस्ति तस्मात् परतः स्वरः अस्ति अतः स्वरसन्धेः निमित्तमस्ति तथापि सन्धेः अभावः प्रकृयम् इति काचित् संज्ञा ईकारान्तम् ऊकारान्तम् एकारान्तं च द्विवचनं प्रकृयं भवति अमी इत्यस्य ईकारः प्रकृयः भवति ओकारान्तम् अव्ययम् आ इत्यव्ययं च आङ्गः न ग्राह्यः प्रकृयं भवति प्रकृह्यप्रकृतिभावस्य अन्यानि उदाहरणानि अमी अधिकम् आश्रमाः यणसन्धेः निमित्तमस्ति अमी आश्रमाः अहो अधिकम् अत्र पूर्वरूपसन्धेः निमित्तमस्ति अहो अत्र आ अधिकम् एवं न्यु मन्यसे वृद्धिसन्धेः निमित्तमस्ति आ एवं नु मन्यसे इति एव अत्र प्लूतप्रकृयाः प्रथमान्तं पदमस्ति अचि सप्तमन्त्यं पदमस्ति तथा नित्यं प्रथमान्तं पदमस्ति सूत्रं त्रिपदम् एव अस्ति अत्र यदि पूर्वपदम् ईकारान्तम् ऊकारान्तं तथा च एकारान्तम् अस्ति द्विवचनम् अस्ति तस्मात् परतः अच् आगच्छति तत्र सन्धेः अभावः भवति तत् प्रभूयसन्धिः अस्ति खलु समीचीनं भगिनि तदेव अस्ति वर्णः तत्र प्रगृह्यः वर्णः अस्ति चेत् तत्र पूर्वकार्यम् इति भवति चेत् तत्र प्रगृह्यवर्णः अस्ति चेत् तदा तत्र किं तत्र परिवर्तनं तत्र प्रगृह्य एतत् सूत्रं तत्र कार्यं करोति प्रकृतिभावे नित्यं तिष्ठति अचिपरे नाम तत्र यथा दत्तं तत्र परिवर्तनं न भवति किन्तु सूत्रस्य तत्र सूत्रमागत्य कार्यं कर्तुमिच्छति किन्तु परिवर्तनं न भवति अत्र निमित्तमस्ति मत्लब् अत्र अत्र ईकारः अस्ति तत्र यणसन्धेः निमित्तमस्ति ऊकारः अस्ति तत्र सवर्णदीर्घसन्धेः निमित्तमस्ति एकारः अस्ति तत्र यान्तवान्तदेशसन्धेः निमित्तमस्ति किन्तु सन्धिः न भवति अनेन सूत्रेण बाधितमस्ति करपत्रे अनन्तसूत्रम् ईदु दे द्विवचनं अनन्तरम् अस्ति ईदु दे द्विवचनं प्रकृतम् इत्युक्ते किं किम् इति अग्रे तदपि अतः यथा भगिन्या उक्तं करपत्रं तत्र गीताप्रवेशे यस्य आवश्यकता अस्ति केवलं सः विषयः एव तत्र स्थापितः अस्ति तर्हि प्रगृह्यम् इति तत्र अपि प्लुतसन्धि तत्र तस्य प्लुतप्रकृतिभावः प्रगृह्यप्रकृतिभावः प्रकृतिभावस्य सन्धिः एकः प्रकारः इति भव इति चिन्तयितुं शक्नुमः इति मन्ये अस्तु तत्र अन्यत् किमपि वक्तव्यं नास्ति इति मन्ये भगिनि निवेदितभगिनी प्रायशः तावदेव इति खलु धन्यवादः हा धन्यवादः भगिनि अस्तु अग्रे हर्षत भगिनि ईदूदे द्विवचनं प्रगृह्यं वन् वन् इलेवन् ईकारान्तः ऊकारान्तः एकारान्तः च द्विवचनान्तशब्दः प्रगृह्यसंज्ञकः स्यात् ईदूदे दन्त द्विवचनं प्रगृह्यसंज्ञं स्यात् उच्च उच्च एच्च ईदूदे समाहारद्वन्द्वः ईदूदे प्रथमान्तं द्विवचनं प्रथमान्तं प्रगृह्यं प्रथमान्तं त्रिपदं सूत्रम् इदूदेत् इति विशेषणं द्विवचनम् इति विशेष्यं येन विधिस्तदन्तस्य 1172 इत्यनेन तदन्तविधिः एवं च इदूदे द्विवचनम् इत्युक्ते इकारान्तद्विवचनं शब्दरूपम् उकारान्तद्विवचनम् एकारान्तद्विवचनं च अनुवृत्तिसहितसूत्रम् ईदूदे द्विवचनं प्रगृह्यम् इत्युक्ते यदा द्विवचनम् अस्ति सन्धि यदा वयं कुर्मः तदा यदि द्विवचनम् अस्ति तत् द्विवचनम् ईकार दीर्घ ईकारान्त दीर्घ उकारान्त इत्युक्ते हरि गुरु ईदृशाणि सन्ति तर्हि तत्र प्रकृतिभावः भवति तथैव तथैव तिष्ठति सन्धिः न भवति यण् सन्धेः वा किमपि अवकाशः अस्ति चेदपि सन्धिः न भवति इति अस्य अर्थः इति मन्ये समीचीनं भगिनि नाम तत्र प्रकृतम् इति तत्र संज्ञा कुत्र भवति इति लिखितमस्ति खलु नाम लिखितमस्ति आम् हा ईदूदेत् अत्र तत्र ईकारान्त उकारान्त एकारान्त अपि ईदूदेत् इति विशेषणं कस्य विशेषणं द्विवचनम् इति नाम तादृशं द्विवचनं भवेत् ईदूदेत् तादृशं द्विवचनम् अस्ति चेत् तत् प्रगृह्यम् इति वदामः अस्तु अस्तु समीचीनं धन्यवादः भगिनि हा धन्यवादः समीचीनं समीचीनम् अस्ति अस्तु अग्रे पल्लवी भगिनि दूरात् धूपे च दूरात् सम्बोधने यद्वाक्यं तस्य तेः प्लुतः वा स्यात् भाष्यकारैः प्लुतसम्बन्धसूत्राणि विकल्पेन भवन्ति तस्मात् वा सूत्रे आनीयते अरे देवदत्त इति दृष्टान्तसम्बोधनस्य अन्तिमः अकारः विकल्पेन प्लुतो भवति देवदत्त इति झयो होन्यतरस्याम् इत्यनेन हकारस्य स्थाने धकारादेशः दूरात् पञ्चम्यन्तं हूते सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रं वाक्यस्य टेः प्लुत उदात्तः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दूरात् हूते च वाक्यस्य टेः प्लुतः वा तर्हि टेः इत्युक्ते टी संज्ञकवर्णः वा यदा दूरात् सम्बन्धे वदतु भगिनि आं भगिनि दूरात् दूते च षष्टी षष्टी टेः टेः तर्हि देवदत्त अत्र टीसंज्ञकवर्ण तकार इति वा किमपि अन्तिमस्वर वर्ण अन्तिम अच् अकार अकार अकार तर्हि यत्किमपि टीसंज्ञकवर्ण अस्ति तस्य उच्चारणं बृहत्कालं भवति इति अहं मन्ये अन्तिमकारे अकारः विकल्पेन प्लुतो भवति इति अर्थः इति अस्ति इति समीचीनं भगिनि समीचीनम् अपि तत्र दूराद् दूते इति तत्र पदस्य तत्र निर्माणस्य सूत्रमपि दत्तं खलु तत्र नाम झयो हकारस्य धकारः तत्र किं सूत्रमासीत् तत्र तस्मात् तत्र इति तावदेव तर्हि तत्र प्लुतः तत्र नाम प्लुतः कुत्र वयं प्लुतप्रगृह्य इति दृष्टवन्तः खलु तर्हि तत्र प्लुतः कुत्र विकल्पेन भवितुम् अर्हति इति यदा सम्बोधने अस्ति हूते हूते नाम सम्बोधनं खलु दूरात् हूते वाक्यस्य नाम दूरात् तत्र आह्वयामः खलु तत्र दूरात् हूते च वाक्यस्य के प्लुतः वा नाम तत्र विकल्पेन इति विकल्पेन इति अस्तु समीचीनम् अस्तु अग्रे इदानीं तर्हि तत्र धन्यवादः भगिनि अस्तु अग्रे तत्र नरेश महोदय अग्रे पठति वा महोदय तत्र हूते इत्युक्ते श्वे इति धातोः खलु आहूतवान् इति भवति खलु तत्र हूते इत्युक्ते कालिङ्गिति सत्यं भगिनि इति एव अहं चिन्तितवान् तत्र हू हकारस्य भवती भवती इक्ष्टिपौ समये उक्तवती खलु धातोः नामपदं तदेव अहं चिन्तयामि हूते हू धातोः सप्तमी रूपम् इति मम चिन्तनमस्ति इत्युक्ते तत्र यत्र कुत्र कुत्र अन्वय कृतवती न अहं कोविड् समये वा शिक्षासमये वा तदापि कुत्र कुत्र श्लोके धातोः सप्तमी अस्ति तदेव एतत् हूते अस्ति इति मम मतम् किन्तु तत्र अन्वय न भवति इति मन्ये दूरात् हूते इत्युक्ते तत्र दूरात् सम्बोधनं कृते इति अर्थः यदा when we call someone from far away इति भवति तत्र शोभा भगिनी यत्र कुत्र सूत्रे षष्ठी नास्ति पञ्चम्यन्तशब्दस्य अनन्तरं सप्तम्यन्त अस्ति तत्र सप्तम्यन्त शब्द षष्ठी इव आचरति इति अहं पठितवती कुत्रापि अस्तु भगिनि अस्तु तर्हि अग्रे सरं धन्यवादः भगिनि तत्र अग्रे नरेश महोदय अचो अन्त्यादि टि अचां मध्ये यः अन्त्यः सः आदिः यस्य तत् टिसंज्ञकं स्यात् सूत्रं स्वयं सम्पूर्णम् अचः अन्त्यादि टि अत्र टि तस्य परिभाषा दत्तमस्ति कोऽपि पदमस्ति तत्र अन्त्य अच् अस्ति चेत् तत्र टीसंज्ञा प्रारम्भः अस्ति यत् तत्र अञ्चम् अच् वर्णः अस्ति, तत्परं कोऽपि हल् वर्णः अस्ति चेत् अपि तत् टी मध्ये आगच्छति. अचः अन्त्यादि टी आदि तत् अच् वर्णः अस्ति, अतः टी मध्ये अच् वर्णः अपि च तत्परं हल् वर्णः अपि आगच्छति. अस्तु महोदय, तत्र नाम स्वरूप महोदय, तत्र यत् यत् सूत्रं मध्ये मध्ये तत्र तस्य आगतम् अस्ति तत्र सर्वेषां सूत्राणां तत्र विवरणं दत्तवान् इति खलु, यतोहि तत्र तेः इति आगतम्, अतः तस्य अचवन्त्यादि टिः इति तस्य अपि उक्तवान्. अस्तु अग्रे महोदय. अग्रे झयो हो अन्यत् अन्यतरस्यां, झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति. अनुवृत्तिसहितसूत्रं झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्. अत्र सूत्रमस्ति झयो हो अन्यतरस्यां, तत् कोऽपि झयः वर्णः अस्ति, तत्परं यत्र हकारः आगच्छति तत्र पूर्वसवर्णादेशो भवति विकल्पेन. एकः झयवर्णः अस्ति, तत्परं हकारः अस्ति, हकारस्य स्थाने सवर्णदेश आगच्छति, झयः सवर्णदेश आगच्छति. तत्र झयः इति तत्र झयः प्रत्याहारे वर्गीयव्यञ्जनेषु प्रथम द्वितीय तृतीय चतुर्थस्तम्भ अपि च शश स अस्ति, तत् झयप्रत्याहार अस्ति. तत्र वर्गीय प्रथम शशस नास्ति. शशस नास्ति महोदय. अस्तु, वर्गीय प्रथम द्वितीय तृतीय चतुर्थ झयः अस्ति, झर् नास्ति. कपै कपै कपै इति भवति, तदनन्तरं शशस भवति खलु. प्रथम द्वितीय तृतीय चतुर्थ उत्तमं महोदय इति अस्ति. अग्रे झलाम् इति झलां जशोन्ते पदान्ते झलः स्थाने जशादेशो भवति. अनुवृत्तिसहितसूत्रं पदस्य अन्ते झलां जशः. अत्र झलां झल् वर्णः अस्ति चेत् तस्य स्थाने जश् आदेशः भवति. या अत्र झल् अस्ति, झल् मध्ये तु प्रथम द्वितीय तृतीय चतुर्थस्तम्भ अस्ति, अपि च श स ह अस्ति झल् प्रत्याहारे मध्ये. तस्य स्थाने जश् आदेशः भवति. जश् प्रत्याहारे तु केवलं तृतीयस्तम्भ अस्ति. पदान्ते तत्र झल् वर्णः अस्ति चेत् तस्य स्थाने जश् आदेशः भवति. अतः तत्र तेन तत्र दूरात् हूते इति तत्र किं दूराद् दूते इति प्राप्तवन्तः वा एतावत् अथवा न? तत् अत्र झयोः अन्यतरस्याम् अस्ति, तत्र दूरात् अस्ति. दूरात् अस्ति चेत् प्रथमं तु दूरात् झलां जशोन्ते दूराद् भवति दूराद् भवति तत्र अपि च खरि च सूत्रेण तत्र चर्त्वसन्धि भवति दूरात् पुनः भवति परन्तु दूरात् हूते तत्र हकारस्य स्थाने तकारस्य सवर्णदेश भवति तकारस्य सवर्णदेश तत् अस्ति यत् उच्चारणस्थाने अन्तरस्थाने अपि च बाह्यन्तरस्थाने तत् निर्णयं कुर्मः अतः तकारस्य स्थाने तस्य चतुर्थवर्णः आगच्छति हकारस्य स्थाने दूराद् हकारस्य स्थाने धकारः आगच्छति अतः दूराद्धूते भवति अस्तु महोदय समीचीनं हा अस्तु धन्यवादः हा उत्तमम् अस्तु समीचीनम् अस्तु तर्हि अग्रे तत्र शोभगिनी अग्रे आं महोदय अदसो मात् इति अदसो मात् इति सूत्रम् अदस् शब्दस्य मकारात् परः ईकारः ऊकारः च प्रगृह्यसंज्ञकौ स्तः अस्मात् परावीदूतौ प्रगृह्यौ स्तः अमू अमी अदस् शब्दः त्रिषु लिङ्गेषु प्रभावि प्रथमविभक्तौ अदस् शब्दः त्रिषु लिङ्गेषु प्रथमविभक्तौ द्वितीयविभक्तौ च द्विवचने अमू इति रूपं भवति पुंलिङ्गे प्रथमविभक्तौ बहुवचने अमी इति अदसः षष्ट्यन्तं मात् पञ्चम्यन्तं द्विपदमिदं सूत्रम् ईदूदे द्विवचनं प्रगृह्यम् इत्यस्मात् ईदूत् प्रगृह्यम् इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अदसः मात् ईदूत् प्रगृह्यम् इति अदस् इति प्रातिपदिकम् अदस् इति प्रातिपदिकेन तत्र अमू अमी इति रूपे भवतः तत्र अदस् शब्दस्य मकारात् परः ईकारः ऊकारः च प्रगृह्यसंज्ञकौ स्तः इति इत्युक्ते तत्र अमु अदस् शब्दस्य अमू अमी इति किं तत्र प्रथमविभक्तौ द्वितीयविभक्तौ च द्विवचने अमू इति रूपं भवति अपि च पुंलिङ्गे प्रथमविभक्तौ बहुवचने अमी इति रूपं भवति तर्हि तत्र तयोः प्रगृह्यसंज्ञा भवति अतः यतोहि दीर्घ ईकारः दीर्घ ऊकारः अदस् शब्दस्य अपि च मकारात् परः ईकारः ऊकारः इति उक्तं सूत्रे तत्र अमू इति मकारात् परं दीर्घ ऊकारः अमी इति मकारात् परं दीर्घ ईकारः अदस् इति प्रातिपदिकात् आगताः अतः तयोः एतेन सूत्रेण प्रगृह्यसंज्ञं भवति अतः प्रगृह्यसंज्ञकौ भवतः किं तत्र ते अपि च अदसः इति षष्ट्यन्तम् इत्युक्ते अदसः मात् इति अदसः मात् इति तत्र सूत्रस्य सूत्रे स्थितानि पदानि अदसः मात् इति भवति अनुवृत्तिसहितसूत्रे अदसः मात् ईदूत् प्रगृह्यम् इति ईद् ऊत् इत्युक्ते ईत् ऊत् मात् इत्युक्ते पञ्चमी तत्र इत्युक्ते अदसः इति षष्ठी अतः अदस् शब्दस्य मात् इत्युक्ते तत्र मकारात् ईत् ऊत् इति प्रगृह्यम् सन्यको भवेत् इति अर्थः भवति तत्र. धन्यवादः भगिनि. तर्हि तत्र नामकरणम् अत्र नामकरणं संज्ञासूत्रं नामकरणं. धन्यवादः महोदय. अस्तु समीचीनं. अग्रे तत्र उषा भगिनी अग्रे. महोदय निपात एक ओकारान्त निपातशब्दः प्रगृह्यसंज्ञकः स्यात्. ओत् अन्तः निपातः प्रगृह्यः स्यात्. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अनेन ओकारान्तनिपातः. अहो ईशाः इत्यत्र प्लुत प्रगृह्य अचीनित्यम् इत्यनेन प्रकृतिभावः. न तु येचो अयवायावः इति सूत्रं न कृतं. प्रकृतिभावसन्धि एव ओके. ओत् प्रथमान्तम् एकपदमिदं सूत्रं. निपात एकाज् एकाज् अनाङ्ग् इत्यस्मात् निपातः इत्यस्य अनुवृत्तिः. ईदूते द्विवचनं प्रगृह्यम् इत्यस्मात् प्रगृह्यम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् ओत् निपातः प्रगृह्यम्. ओकारान्तनिपातशब्दः प्रगृह्यसंज्ञकः भवति इति सूत्रं वदति. ओकारान्तनिपातशब्दः निपात इत्युक्ते यस्य कृते एकः एव अच्छिति अस्ति इति अनन्तरं सूत्रं वदति. ऐ थिङ्क् एकाच् निपातः अग्रिमसूत्रमपि निपात एक अच् अनाङ्ग् इत्यस्मात् निपातः इति अनुवृत्तिः भवति. ओत् इति निपातः भवति यतोहि एक अच् एव भवति. एकाच् भवति ओकारान्तनिपातशब्दाः शब्दः प्रगृह्यसंज्ञकः भवति यतोहि वयं प्रगृह्य अस्ति चेत् अत्र प्रकृतिभावसन्धि क्रियते. प्रकृतिभाव इत्युक्ते सन्धि न क्रियते, प्रकृतेः भावः अवशिष्यते इति अस्ति. ओकारान्तनिपातशब्दः ओकारान्तनिपातशब्दः अस्ति चेत् पदस्य अन्ते अस्ति चेत् अहो ईशाः अहो ओकारान्त भगिनी तत्र सम्यक् न श्रूयते भगिनि. उषा भगिनि इदानीमपि सम्यक् न श्रूयते भगिनि. यदा एतादृशं भवति ते न श्रोतुं शक्नुवन्ति इति मन्ये महोदय. मम अपि अनुभवः तदेव अस्ति वर्गेषु. सम्यक् न श्रूयते भगिनि. बहु किमपि न श्रुतं भगिनि. ओ ओके, बहिः गच्छामि महोदय. ऐल् बि बेक्. अस्तु भगिनि. अस्तु तर्हि अस्तु किञ्चित् प्रतीक्षां कुर्मः. श्रूयते वा महोदय? इदानीं सम्यक्तया श्रूयते भगिनि. अस्तु महोदय. ओकारान्तनिपातशब्दः प्रगृह्यसंज्ञकः. ओदन्तनिपातः ओत् इति सूत्रं वदति. येन विधिस्तदन्तस्य इत्यनेन ओकारान्तः इति भवति. येन विधिस्तदन्तस्य इत्यनेन ओ एव पदः नास्ति, ओ अन्तपद ओकारान्तपद. सो येन विधिस्तदन्तस्य इत्यनेन ओकारान्तनिपातः इति भवति. अहो सूत्रस्य स्कोप् विस्तारं भवति केवलम् ओ येन विधिस्तदन्तस्य इत्यनेन अहो ईशा इति ओकारान्त निपातशब्द अत्र ओकारान्तनिपातशब्दस्य कृते अहो इत्यस्य कृते प्रकृतिभावसन्धि एव क्रियते यतोहि ओकारान्तशब्दस्य कृते प्रगृह्यसंज्ञा अस्ति प्रगृह्यसंज्ञा इति अस्ति इति ओत् इति सूत्रं वदति ओत् निपातः ओत् निपातः प्रगृह्यम् इति अत्र एचो अत प्रकृतिभावः न क्रियते चेत् अहो योगः ईशा इति ओकार योगः ईकारः एचो अयवायावः इत्यनेन ओकारस्य स्थाने अव् आदेशः भवति समीचीनं भगिनी ओकारान्तनिपातशब्दः अस्ति अत्र ओकारान्त अन्ते ओ अस्ति तथापि केवलम् एकः अच् वर्णः अस्ति अन्य कोऽपि अच् वर्णः नास्ति ओकारान्तः निपात महोदय पूर्वसूत्रं निपात एका जनाङ्ग निपात एका जनाङ्ग इत्यनेन निपातसंज्ञकः भवति यत् यस्य कृते एकः एव अच् इति भवति परन्तु अहो इति शब्दस्य कृते एकः एव अच् नास्ति रत्वे ओत् इति सूत्रं कृतं सेयिङ्ग् ओकारान्तनिपातशब्दः ओकारान्तनिपातशब्दः अपि प्रगृह्यसंज्ञकः भवति परन्तु तत्तु निपातशब्दः नास्ति यदि तत्र अच् वर्णः अन्य अपि अस्ति तत् निपातशब्दः नास्ति महोदय तत्र नाम ओत् इति निपातशब्दः किन्तु तत्र येन विधिस्तदन्तस्य इति तत्तु सम्यक् अस्ति येन विधिस्तदन्तस्य परन्तु तत्र तत् भवति चेत् निपातशब्दः तु नास्ति यदि तत्र द्वे साक्षात् निपातशब्दः नास्ति किन्तु निपात ओकारान्त नाम ओकारान्तनिपातः नाम ओ इति निपातशब्दः यस्य अन्ते अस्ति इति अर्थः अस्तु अस्तु इति मम चिन्तनं तत् नाम ओकारान्तनिपातः इति तत्र यस्य अन्ते ओ इति निपातशब्दः अस्ति सः ओकारान्तनिपातशब्दः इति मन्ये खलु यथा अहो इति लुक्स् लैक् इट् मोर् अहो ईशा इति दृष्ट्वा किन्तु महोदय सम्यक् उत्तमप्रश्नः तत्र अग्रिममपि यदि पठामः तर्हि किञ्चित् प्रायश तत्र अहो अत्र इत्यपि उदाहरणं दत्तम् अस्माकं पुस्तकं कृते भगिनि तर्हि तत्र अग्रिममपि पठतु तत्र निपात एका निपात एका जनाङ्ग एकाच् निपातः प्रगृह्यसंज्ञकः स्यात् आङ्ग् वर्जयित्वा एकः अच् निपातः आङ् वर्जः प्रगृह्यः स्यात् सो निपात एका जनाङ्ग ओत् बोत् आफ् दम् आर् गेटिङ्ग् प्रगृह्यसंज्ञा ओके एकाच् निपातः प्रगृह्यसंज्ञकः स्यात् आङ् वर्जयित्वा एकः अच् निपातः आङ् वर्जः प्रगृह्यः स्यात् दृष्टान्ते इ इन्द्रः अहो इन्द्रः इति अर्थम् उ उमेशः अहो उमेशः इति अर्थम् उभयत्र प्लुतप्रगृह्य अचि नित्यम् इत्यनेन प्रकृतिभावः न तु सवर्णदीर्घसन्धिः एकः च असौ अच् एकाच् कर्मधारयः न आङ् अनाङ् नै तत्पुरुषः ईदु दे द्विवचनं प्रगृह्यम् इत्यस्मात् प्रगृह्यम् इत्यस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रम् अनाङ् एकाच् निपातः प्रगृह्यः. यस्य कृते एक अच् अस्ति एकाच् निपातः. सो दिस् इस् नाट् निपातसंज्ञा, प्रगृह्यसंज्ञा एव सूत्रं विधीयते. ओके, सूत्रेण विधीयते प्रगृह्यसंज्ञकः. ओके, एक अच् निपातः. निपातः इत्युक्ते ऐ थाट् इस् एनि पार्टिकल् इन् इङ्ग्लिश् बट् ऐ डोण्ट् नो हौ टु से इट् इन् निपात. निपात वयं पठितवन्तः महोदय, परन्तु अहं 1154 1354 अत्र दत्तमस्ति आङ् इति वर्जयित्वा अन्ये व्यञ्जनविरहिताः एकाचः निपाताः प्रकृह्यसंज्ञकाः भवन्ति इति. निपातसंज्ञा इति व्याकरणनिपाते शब्दानां कश्चन समूहः निपातः नाम्ना ज्ञायते. अपि च तत्र एकाच निपातानां प्रगृह्यसंज्ञा इत्यत्र उक्तं ये निपातसंज्ञकाः शब्दाः एकाच्काः सन्ति, इत्युक्ते येषु एकः एव स्वरः अस्ति तथा च किमपि व्यञ्जनं नास्ति, तेषां प्रकृतसूत्रेण इत्युक्ते तत्र निपात एकाजनाङ्ग् इति सूत्रेण प्रगृह्यम् इति संज्ञा विधीयते. तत्र एतेषाम् आवली इयम् इति आ अ इ ऋ ल ए ऐ ओ औ सर्वाः स्वराः दत्ताः सन्ति. भवत्याः प्रश्नः किम् आसीत् भगिनि तत्र? एन् एन् ऐ वास् वण्डरिङ्ग् निपात, बट् निपात दे आल् गेट् द लैक् एनी प्रादयः दे आर् आल् निपातसंज्ञा. प्रादेर् आल् लैक् प्र द उपसर्गाः, द प्रादयः गेट्स् उपसर्गसंज्ञा, दे प्रादयः आर् आल्सो निपातसंज्ञा. या प्राग् ईश्वरान् निपाताः. या दट्स् वाट् ऐ वास् ट्रैङ्ग् टु या 1456 प्राग् ईश्वरान् निपाताः ख्यातयो सत्त्वे प्रादयः उपसर्गाः क्रिया आयोगे. वि हव् डन् दिस् भगिनी गतिश्च. परन्तु प्रादयः वा प्रादयः, दिस् इस् प्रादयः उपसर्गाः क्रियायोगे. अनन्तरं बट् पूर्वसूत्रं प्राग् ईश्वरान् निपाताः. ऐ मीन् अत्र न आवश्यकं, बट् ऐ जस्ट् वाण्ट् मम मनसि नास्ति इदानीं. निपात वि हव् स्टडीड्. निपात इस् आल् लैक् सम् शब्दसमूहः. ऐ थिङ्क् यु हव् भगिनी, ऐ हव् नाट् स्टडीड् निपात. अस्तु, तर्हि तत्र अग्रेपि तत्र किमपि लिखितमस्ति प्रायशः तत्र निपातशब्दस्य विषये एव इति स्वरूपमङ्गीस्करपत्रे. तर्हि तत्र निवेदितभगिनी अग्रे पठति वा? उषाभगिनी धन्यवादः. धन्यवादः महोदय. निवेदित भगिनि अस्ति वा? नो चेत् तत्र पल्लवी भगिनी अग्रे पठ. अस्तु अस्तु. निपात न अत्र एकजनाङ्ग अत्र एकाच् निपातः इत्युक्तं तादृशः निपातः यस्मिन् एक एव स्वरः तत् विहाय न हल् वर्णः न वा अन्यस्वरः भवेत्, नाम एक एव वर्णः स्यात्, स च वर्णः स्वरः हि. अतः अस्मिन् सूत्रे एकाच् इत्यस्य विशिष्टः अर्थः. अपरेषु सूत्रेषु एकाच् इत्युक्ते यत्किमपि शब्दरूपं यस्मिन् एकः एव स्वरः. अस्मिन् सूत्रे किन्तु एकाच् इत्युक्ते एकः स्वरः तदतिरिच्य किमपि न भवेत्, यथा इ इन्द्र ओ इन्द्रा, उ उत्तिष्ठ ओ अराइज. एषु स्थलेषु प्रकृतिभावः एव, न तु सामान्यम् अच् सन्धिकार्यम्. अतः उ उत्तिष्ठ इत्यस्मिन् सवर्णदीर्घसन्धिः न भवति. अस्तु, प्रायशः स्पष्टं स्यात् खलु तत्र? आम् आम्, एकमेव. अस्तु, अग्रे अपि पठतु भगिनी तर्हि. तत्र दीर्घसन्धिः न भवति, सवर्णतीर्थसन्धिः वा? अत्र निपात एकः निपात इत्यस्मात् एकः एव स्वरः, एकः एव वर्णः, सः स्वरः एव. अस्तु, अग्रे. अधुना अधुना आ निपातः अस्ति चेत् का गतिः इति पश्येम. निपात एकाजनाङ्गः 1114 इत्यनेन आ निपातः प्रगृह्यसंज्ञकः भवति आङ् विहाय. आङ् इति चेत् प्रगृह्यसंज्ञकः नः. अन्ये सर्वे एकाच् निपाताः अनेन सूत्रेण क्रियन्ते. तर्हि आङ्गः कुत्र कुत्र भवति इति द्रष्टव्यम्. आङ्गः निपातस्य चत्वारः प्रयोगाः. अनत्यन्तगत्यर्थे आ अधिकम् उष्णः, ओष्णः, किञ्चित् उष्णः, अतीव उष्णः न. आ उपसर्गः. आ अधिकं गम्, अधिकं लट्, आगच्छति. आ अधिक ईः, एहि. अभिविधिः, आरम्भस्य सीमा. आ जन्म, अव्ययम्, जन्मतः आरभ्य. मर्यादा, अन्तस्य सीमा इति यावत् तावत्पर्यन्तम् इति यावत् तावत्पर्यन्तम् इत्यर्थः. आ अध्ययनात्, आध्ययनात्, अण्टिल् द रीडिङ्ग् बिगिन्स्. एषु चतुर्षु स्थानेषु आ इत्यनेन सह सामान्य अच् सन्धिः भवति. ओष्णः, एहि, आध्ययनात् इति कृत्वा निपात एकजनाङ्गः 1114 इत्यस्मिन् अनाङ्गः. नाम आङ्गः अस्ति चेत् प्रकृतिभावो न विद्यते. एतान् चतुरः प्रयोगान् अतिरिच्य आ निपातस्य व्यवहारः भवति चेत् निपात एकजनाङ्गः 1114 इत्यनेन प्रगृह्यसंज्ञा भवति, अतः प्रकृतिभावः एव. यथा आ एवं मन्यते, अहो तथा चिन्तयसि किम्? आ एवं कीलासीत्, अहो तथा आसीत् बहु पूर्वं. वृद्धिसन्धिबाधकम्. आ एवं मन्यसे, अहो तथा चिन्तयसि किम्? प्रकृतिभावः एव, किन्तु अस्मिन् चतुर्षु स्थलेषु तत्र सन्धिः भवति, न तु प्रकृतिभावः. यद्यपि तत्र ओ आ तत्र आ इति अस्ति, तत् निपात एव नाम, तत्र एकः एव वर्णः अस्ति, स्वरः अपि अस्ति इति खलु, तावत् एव अस्ति इति मन्ये. अनाङ्ग् इति उक्तत्वा तृतीयं तथा चतुर्थमुदाहरणे, तत्र तृतीयमुदाहरणे तु समासः अस्ति, आजन्म खलु समासः. अभिविधिः, आरम्भस्य सीमा, तत्र तु समासः अस्ति खलु, आजन्म, अव्ययम्. महोदय, आन् इति वर्जयित्वा इति उक्तं खलु, निपातसंज्ञा न भवति इति, किन्तु एतेषां प्रयोगाणां कृते एव तत्र सन्धिः भवति. आउष्णः, आगम्, अपि च किम् आरम्भस्य सीमा, आजन्म. किन्तु तत्र यत् परिच्छेदम् इदानीं पठितं, तत्र यानि उदाहरणानि दत्तानि तत्र न भवति, यतोहि तत्र यथा आ एवं मन्यसे तत्र न भवति सन्धिः. आयोगः ए इत्यस्य सन्धिः न भवति. अपि च आ एवं पुनः किं तत्र तदेव अस्ति इति खलु महोदय? तत्र एतात् चतुरः, यतोहि तत्र एतात् चतुरः प्रयोगान् अतिरिच्य यत् यानि उपरि दत्तानि, आ निपातस्य व्यवहारः भवति चेत् निपात एकाजनाङ्ग् इत्यनेन प्रगृह्यसंज्ञा भवति, अतः प्रकृतिभावः एव. अस्तु, तत्र प्रकृतिभावः एव, यथा आ एवं मन्यसे. इत्युक्ते तत्र किम् अर्थं तस्य अर्थं दत्तं, किन्तु आ एवं मन्यसे, तत्र प्रगृहे संज्ञा भवति इति कृत्वा सन्धिः न भवति. आ एवं किल किल आसीत् इति तत्रापि न भवति. इत्युक्ते आ निपातस्य व्यवहारः भवति चेत् तदा प्रगृहे संज्ञा भवति, अपि च प्रकृतिभावः भवति, अतः सन्धिः न भवति. किन्तु यत्र तत्र चत्वारि उदाहरणानि दत्तानि तत्र तु भवति, तान् विहाय अन्यत्र न भवति इति उक्तम् इति मन्ये महोदय. हा सत्यं भगिनि, तदेव तदेव मम अवगमनम् अपि अस्ति. अस्तु अस्तु, समीचीनमस्ति. तत्र इदानीं तत्र अग्रे तत्र रथोपस्थ इति प्रसङ्गे कुत्र आसीत् रथोपस्थ? प्रायशः तत्र पाठे आसीत् प्रथम गीता गीता प्रथम अध्याय द एण्ड् अस्ति महोदय. रथोपस्थ उपाविशत्, हि गेट्स् डौन् फ्रोम् द चारियट्स्. तर्हि तत्र द्वितीय अध्याय, ऐ डोण्ट् नो. न न भवती एवम् उक्त्वा अर्जुनः रथोपस्थे उपाविशत्, अत्र दत्तमस्ति. हा अस्तु, सन्धिसहितवाक्यम् अस्तु. हा रथोपस्थे अस्तु, तस्य विवरणमपि किञ्चित् दत्तमस्ति. अस्तु, तदनन्तरं तत्र वयं नूतनकरपत्रं पठितुं शक्नुमः अग्रिमे वर्गे. तर्हि किञ्चिदेव अवशिष्यते. अस्तु समीचीनं. तत्र ओ अस्तु अस्तु, अन्ते तत्र नरेश् महोदय तत्र शान्तिमन्त्रं वदति वा महोदय? आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि सन्तु, मा कश्चित् दुःखभाजित्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः धन्यवादः. तत्र साहाय्येन विना तत्र एतत् अहं न कर्तुं शक्नोमि, अतः धन्यवादः. अग्रिमे करपत्रे अपि तत्र साहाय्यम् अपेक्षितम् अस्ति, अतः तत्रापि साहाय्यं कुर्वन्तु. धन्यवादः. अस्तु नमस्कारः. अहं तु बहु कालम् अभवत् महोदय, आल् दीस् थिङ्ग्स् भवती पठितवती, अहं तु एतत् न पठितवान्, अतः एतत् सर्वं हा उपयोगमस्ति. हा पठनं मम कृते तु बहु लाभाय अस्ति. अस्तु धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः धन्यवादः.